अस्तु, तर्हि इदानीं वयं तत्र पूर्वपक्षिणः आपादनद्वयम् इति यद्वाक्यमासीत् तस्य विषये किञ्चित् चर्चितवन्तः स्मः, तत्र भेदः एव पृथक्त्वम् इत्यस्य निरासः इति विषये. तत्र प्रथम आक्षेपः कः इति कोऽपि संस्कृतरूपेण वक्तुं शक्नोति वा? तत्र भेदः एव पृथक्त्वम् इति आक्षेपः आसीत् खलु, तत्र न च इति एकं दीर्घं वाक्यमपि आसीत्. अत्र अस्मिन् वाक्ये आपादनद्वयम् अस्ति इति वयं परिशीलितवन्तः. तत्र प्रथम आपादनस्य किञ्चित् विस्तारेण चर्चा अपि जाता गतकक्षायां, तर्हि कोऽपि वक्तुं शक्नोति वा? सुनील् महोदय. प्रथम सम्पूर्णवाक्यम् अस्ति, न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वमे स्वेव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोषस्थितिमिति वाक्यमिति क्षम्यतां तद् अत्र प्रथम भागः अस्ति. अत्र यदा गुणरूपः अस्ति तादृशं मूर्तोत्पत्ति द्रव्ये क्षम्यतां महोदय, गुणरूपः इत्युक्ते किं? गुणरूपः अस्ति इति उक्तवान् खलु भवान्. रूपम् इति गुणः इति वयं स्वीकुर्मः. तथा नास्ति, तदेव मम चिन्तनमासीत्, तत्र प्रायः भ्रमः अस्ति इति. अन्य कोऽपि वक्तुं शक्नोति वा अत्र गुणरूपस्य इत्युक्ते? गुणरूपस्य तस्य इत्युक्ते पृथक्त्वस्य. हा, तत्र गुणरूपस्य इत्युक्ते किम्? हा, पृथक्त्वस्य गुणरूपं स्वीकुर्मश्चेत् पृथक्त्वं गुणः वा भेदः वा इति एव इदानीं चिन्तनं अस्ति. तत्र यदा पृथक्त्वं गुणः इति पृथक्त्वस्य गुणरूपस्य गुणरूपं वयं स्वीकुर्मश्चेत् तत्र किं क्लेशः भवति इति आपादनद्वयं पूर्वपक्षिणः स्थापयति. हा, उत्तमं, तदेव. अत्र गुणरूपस्य इत्युक्ते रूपमिति गुणः इति न वार्ता, वस्तुतः गुणरूपस्य इत्युक्ते गुणनाम पृथक्त्वम् इति, पृथक्त्वम् इति गुणः इति अस्ति चेत् तादृश पृथक्त्वस्य यस्मिन् यः गुणः अस्ति तादृश पृथक्त्वस्य यत्किमपि अग्रे अस्ति तत्. ओ, अहं चिन्तितवान् गुणरूपमिव पृथक्त्वं न स्वीकर्तुं शक्नुमः इति अपि. हा हा हा, न, हा हा न, सत्यं. तत्तु साधारणतया तथा तादृशभ्रमः भवति एव, तदर्थमेव अहं पृष्टवती अपि. तर्हि इदानीं तत्र भ्रमः नास्ति खलु महोदय? इदानीम् अग्रे वदतु कृपया. अतः इदानीं पृथक्त्वम् इति गुणः इव स्वीकर्तुं न शक्नुमः इति एव अत्र अस्ति. इत्युक्ते अत्र अस्ति, तत्र भेदः एव कल्पयितुं शक्नुमः एव इत्येव अत्र अस्ति. सत्यं, परन्तु तत्र प्रथम आपादनं किम् आसीत्? तत्र गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य तावधिकत्वे मानाभावात् इति प्रथमम् आपादनं खलु, इत्युक्ते किम् इति मम प्रश्नः इति इत्येव अहं पृष्टवती पूर्वं. तदेव तत्र आपादन यद्वाक्यं भवान् पूर्वं पठितवान् तस्मिन् वाक्ये वस्तुतः आपादनद्वयम् अस्ति, द्वितीयम् आपादनं किम् इति अद्य पश्येम, परन्तु गतसप्ताहे वयम् एतत् दृष्टवन्तः, प्रथमापादनम् इति. तत्र संयोगस्य च पृथक्तस्य भेदस्य विषयोः विषयान् स्वीकृत्य न, तत्र संयोगः इति न खलु, तत्र किम् अस्ति गुणरूपस्य तस्य इत्युक्ते पृथक्तस्य तस्य रूपादिवत् मूर्तोत्पत् रूपादिवत् इत्युक्ते किम् पृथक्तस्य रूपाधिपत्य इति रूपाधिपत् इत्युक्ते पृथक्तस्य रूपाधिवत् इत्युक्ते किं रूपवत् इत्युक्ते तत्र रूपादिव इति खलु रूपादि इत्युक्ते किं सूचयति अत्र रूपादिवति पदम् आम् अत्र संयोगः किल तदेव अहं न संयोगः इति न अत्र वस्तुतः रूपादिवत् इत्युक्ते रूपादिगुणाः सन्ति खलु रूपादिवत् गुणेषु अत्र पश्यति चेत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे माना अभावात् इत्युक्ते मूर्तोत्पत्ति द्वितीयक्षणे जायमानः कः मूर्तोत्तिः इत्युक्ते किं प्रथमम् यत्र क्रिया भवति तत्र तद् मूर्तद्रव्यं सत्यं भवति हा मूर्तोत्पत्तिः इत्युक्ते यत्र क्रियारूपेण पृथक्त्वं भवति इति न मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया जाता तादृशं द्रव्यमस्ति मूर्तद्रव्यं सत्ये मूर्तद्रव्यस्य एव उत्पत्तिः भवति खलु नो चेत् यद् मूर्तद्रव्यं नास्ति तत्तु विभुद्रव्यम् अस्ति तस्य तु नित्यत्वात् तत्र उत्पत्तिः तद्वंशवाः अभावः प्रागभावः तत्सर्वं न भवति खलु तस्य उत्पादनमपि नास्ति नाशः अपि नास्ति विभुद्रव्यं विभुद्रव्यमस्ति इति तर्हि मूर्तोत्पत्तिः इत्युक्ते विभुद्रव्यं क्षम्यतां भगिनि विभुद्रव्यम् इति उक्तवती नित्यद्रव्यम् इति वक्तव्यं किल साधारणतया नित्यद्रव्यं तु विभुद्रव्यमेव महोदय यथा आकाशः कालः आत्मा सर्वं केवलं परमाणुः अपि नित्यमस्ति सत्यं केवलं नित्यत्वमेव तस्य तेषां विभुत्वं नास्ति परमाणोः विभुत्वं नास्ति सत्यमेव हा सत्यं तर्हि यत्र नित्यत्वम् अस्ति धन्यवादः महोदय परिष्करणार्थं यत्र नित्यत्वम् अस्ति अत्र उत्पत्तिः अपि उत्पत्तिः न भवति इति कृत्वा मूर्तद्रव्यमिति स्वीकृतं तर्हि मूर्तद्रव्यस्य उत्पत्तेः अनन्तरमेव द्वितीयक्षणे एव तत्र गुणः भवति यतोहि गुणस्य समवायिकारणं तु द्रव्यमस्ति खलु तद्वयं पूर्वं दृष्टवन्तः तर्हि इदानीं गुणः इति कार्यं चेत् कार्यस्य पूर्वक्षणे एव कारणेन स्थातव्यम् इत्यपि वयं दृष्टवन्तः तर्हि तत्र द्रव्ये गुणः भवति चेत् द्रव्यं गुणस्य समवायिकारणम् इति अस्ति चेत् तर्हि द्रव्योत्पत्तेः अनन्तरमेव तस्मिन् गुणः इति कृत्वा तत्र पूर्वक्षणे एव सः तद्द्रव्यम् अस्ति तर्हि मूर्तोत्पत्ति द्वितीयक्षणे जायमानमस्ति इत्युक्ते मूर्तद्रव्यस्य उत्पत्तेः द्वितीयक्षणं गुणस्य गुणः जायते इत्येव तादृशगुणेषु नियतावधिकत्वे मानः अभवत्, तादृशगुणेषु यावत् एतावत्पर्यन्तं तादृशगुणः यत्किं या यः कोऽपि भवतु यस्य परिशीलनम् अभवत् तस्मिन् अवधिकत्वं नास्ति, सत्यं? तर्हि एतावधिकत्वं नास्ति इति कृत्वा तत्र मानाभावस्य मानाभावः इति परन्तु एतावधिकत्वम् अस्ति इति वयं दृष्टवन्तः इति कृत्वा तादृशद्रव्यं नास्ति यस्मिन् तादृशगुणः नास्ति यस्मिन् नियतावधिकत्वम् अस्ति इति प्रथमम् आपादनम्. इदानीं स्पष्टं वा? चिन्ता नास्ति महोदय, चिन्ता नास्ति. तत्र अन्तिमपरिच्छेदः अस्ति, भवानेव पठतु, तत्र प्रायः किञ्चित् सारांशत्वे अस्ति इति चिन्तयामि, तदनन्तरं द्वितीयम् आपादनं पठितुं शक्नुमः. अत्र च तत्र क्षम्यतां भगिनि, तत्र एकमेव प्रश्नः, एकः एव प्रश्नः, गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इत्येव अस्ति. भवत्या किमुक्तम्, इदानीं यावत् गुणानां लक्षणं वयं दृष्टवन्तः तस्मिन् नियतावधिकत्वं नास्ति इति सत्यम् इत्युक्ते तादृश यद् गुणः वयं परिशीलितवन्तः तस्मिन् तदर्थमेव सः तत्र आगच्छति खलु, तत्र परत्वम् अपरत्वम् इत्यत्रापि भेदेन एव निर्वाहः, न तु तत्रापि गुणः इति न, भिन्नगुणः इति न, भेदेन एव निर्वाहः इति आगच्छति खलु. इत्युक्ते यः गुणः अस्ति परत्वं वयं दृष्टवन्तः वा पूर्वं? न, तदर्थमेव वदामि, न अग्रे आगच्छति. तदर्थमेव एतावत्पर्यन्तम् इत्युक्ते तादृशगुणः न दृष्टवन्तः इत्येव पूर्वपक्षिणः आपादनम्. अस्तु अस्तु भगिनि, अहं पठामि. अत्र च पुनः किञ्चित् वक्तव्यं. पूर्वमुक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति, तत्र प्रश्नः उदेति, पृथक्त्वं गुणो नास्ति चेदपि द्वे विद्यमानं मूर्तोत्पत्ति द्वितीयक्षणे जायमानं किल, तर्हि पूर्वपक्षः किमर्थं तावत् वक्तव्यमासीत् द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति? पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल, किन्तु स्मर्यताम् इदं पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता, भेदः तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यश्च, भेदः अन्योन्याभावः न केवलं द्रव्येषु अपि तु सर्वत्र वस्तु अपि पदार्थेषु. गुणः केवलं द्रव्ये भवति, तत्र केवलं द्रव्योत्पत्तिद्वितीयक्षणे जायते. पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं न केवलं द्रव्येषु अपि तु गुणे कर्मणि सामान्ये विशेषे समवाये अभावे च, अपि च तादृशं यत् भेदरूपं पृथक्त्वं द्रव्ये तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न, यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्यभावस्य कारणं न. अन्योन्यभावः नित्यम्, अतः कारणं तु न एव नित्यत्वाच्च तस्य आरम्भो न भवति. अतः आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वमपि तु भेदत्वम्, भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं नास्ति. इदं सर्वं प्रथमापादने अन्तर्भूतम्. आम्, इदानीम् अहं काण्डतः प्राकुलः. अत्र च पुनः किञ्चित् वक्तव्यं. पूर्वं गुणस्य स्वभावः तदा द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति. तद् वयं गुणस्य निरूपणावसरे अपि दृष्टवन्तः. गुणः द्रव्यस्य उत्पत्तिक्षण अनन्तरमेव द्रव्ये भवति इति. तत्र प्रश्नः उदेति, पृथक्त्वं नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्ति द्वितीयक्षणे जायमानं पृथक्त्वं गुणः इति न इति स्वीकुर्मः चेदपि अतः मूर्तोत्पत्ति द्वितीयक्षणे एव जायमानं भवति इति. प्रश्नः कः? किञ्चित् पृथक्त्वं गुणः नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्ति द्वितीयक्षणे पृथक्त्वं गुणः नास्ति इति स्वीकुर्मः चेदपि पृथक्त्वं द्रव्ये विद्यमानम् अस्ति. इत्युक्ते तत्र द्रव्ये विद्यमानम् अस्ति चेत् तत्र द्रव्यस्य उत्पत्तेः अनन्तरमेव भवति. इत्युक्ते तत् गुणः भवतु वा न भवतु, परन्तु मूर्तोत्पत्ति द्वितीयक्षणे जायमानः भवति किल, तादृशमेव तस्य स्वभावम् अस्ति इति कृत्वा तत्र अस्मिन् वाक्ये किमर्थं मूर्तोत्पत्तेः द्वितीयक्षणे जायमानस्य इति अत्र अस्ति इति, तस्य महत्त्वं किं तस्मिन् वाक्ये, तादृशपदं किमर्थम् अस्ति इति एव प्रश्नः. अवगच्छति वा? इत्युक्ते अत्र प्रदत्तं कः न इति पूर्वपक्षिणः वदन्ति, परन्तु मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इत्यपि वदति इति. परन्तु इति न, तदा ते गुणः न इति आक्षेपं करोति, मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इत्यस्यापि उल्लेखः इति प्रश्नः. तत्र त्वस्य स्वभावः तथा नास्ति वा इति. इदानीम् अग्रे तत्र अग्रे पश्यतु, तत्र किं स्मर्यतां मात्. किन्तु स्मर्यमपि अस्ति किल, तदेव इदानीम् उक्तवन्तः खलु, तदर्थमेव उक्तवती किन्तु स्मर्यताम् इत्यस्मात् अस्य उत्तमः. किन्तु स्मर्यताम् इदं पूर्वपक्षिणा आपाद्यते यत् पृथक्तस्य नियतावधिकत्वभेदरूपता अत्र पृथक्तस्य नियतावधिकत्वात् भेदरूपता इति पूर्वपक्षिणा आक्षेपं करोति. इत्युक्ते ते वदन्ति पृथक्त्वमिति न स्वीकरणीयं, केवलं भेदः एव स्वीकरणीयमिति. भेदः तु प्रतियोगिनविहाय विश्वे सर्वत्र निश्चयः नित्यश्च. तद् वयं पूर्वमपि दृष्टवन्तः, भेदः प्रतियोगिनविहाय सर्वत्र अस्ति इति. भेदः अन्योन्य अभावः, न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पदार्थेषु भेदः अस्ति. गुणः केवलं द्रव्ये भवति, तत् केवलं द्रव्योत्पत्ति द्वितीयक्षणे जायते. अतः भेदः प्रतियोगिनविहाय सर्वत्र अस्ति, गुणः केवलं द्रव्ये अस्ति. गुणः द्रव्यस्य उत्पत्तेः द्वितीयक्षणे एव भवति अपि. पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं न केवलं द्रव्येषु अपि तु अग्ने कर्मणि सामान्यविशेषे समवाय अभावे च अतः पृथक्त्वं भेदः इति इव स्वीकुर्मः चेत् पृथक्त्वं सर्वत्र भवितुम् अर्हति केवलं द्रव्येषु अग्ने कर्मणि भवति एव प्रभावः सर्वपदार्थ वृत्तिः इति वयं दृष्टवन्तः खलु अभावस्य सर्वपदार्थवृत्तित्वम् अस्ति इति तर्हि तत्र भवितुम् अर्हति इति न भवति एव अतः पृथक्त्वं भेदः इव इति स्वीकुर्मः चेत् पृथक्त्वं सर्वत्र भवति इति अपि च तादृशं यत् भेदरूपी पृथक्त्वं द्रव्ये तत् द्रव्योत्पत्तिद्विजीयक्षणे जायमानं न यतो हि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्यभावस्य कारणः पृथक्त्वं भेदः इव चेत् अत्र भेदरूपी पृथक्त्वम् इत्युक्ते भेदः इव द्रव्ये क्षम्यतां तत्र पृथक्त्वं भेदः इव चेत् इति न पृथक्त्वं भेदः एव चेत् खलु पृथक्त्वं भेदः तयोः मध्ये भेदः नास्ति इति तु पृथक्त्वं भेदसादृशम् अस्ति एवं स्वीकुर्मः अत्र अतः पृथक्त्वं द्रव्ये तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्यभावस्य कारणं न तद् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्यभावस्य कारणं न इत्युक्ते अत्र पूर्वमेव अस्ति सत्यं तत्र अग्रे अपि पठतु अग्रिमवाक्यमपि अन्योन्यभावः नित्यं अन्योन्यभावः नित्यम् अतः कारणं तु न भवति अतः पृथक्त्वं भेदः एव इति स्वीकुर्मः चेत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न इति अपि अस्ति तत्र अन्योन्यभावः भेदः नित्यम् अतः तस्य कारणं इति भवितुं न भवति न इति इत्युक्ते अत्र एकक्षणम् अन्योन्यभावः न भेदः इति उक्तवान् वा किम् उक्तवान् पुनः क्षम्यतां न अत्र पृथक्त्वं भेदः एव इति वदति अतः द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न नास्ति परन्तु भेदः अन्योन्याभावः अन्योन्याभावः तु नित्यम् अतः तस्य कारणं न भवति इति इत्युक्ते पृथक्त्वमिति द्वितीयक्षणे न इति वक्तुं न शक्नुमः इति न अन्तिमवाक्यं पुनः एकवारं विपरीतम् उक्तवान् इति पृथक्त्वं भेदः एव अतः द्रव्योत्पत्तिद्वितीयक्षणे जायमानं नास्ति अत्र द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्यभावस्य कारणमपि न इति कृत्वा तत्र पृथक्त्वं किमर्थं द्रव्योत्पत्तेः पूर्वं नास्ति ऐ मीन् द्रव्योत्पत्तेः द्रव्योत्पत्तेः अनन्तरं न जायमानः जायमानमस्ति किमर्थं भेदः तादृशं इति हा सम्यक् इत्युक्ते पृथक्त्वं पृथक्त्वं भेदः एव इति अस्ति चेत् भेदः तु नित्यमस्ति, भेदः नित्यः इति कृत्वा भेदस्य कारणं न भवति खलु. यः तर्हि द्रव्यं भेदस्य कारणमिति न, द्रव्ये भेदस्य कारणमिति नास्ति चेत् द्रव्योत्पत्तेः द्वितीयने एव जायमानः इत्यपि नास्ति भेदः. तर्हि तादृश आपादं तस्मिन् न भवति. भेदः एव पृथक्त्वमिति अस्ति चेत् भूतोत्पत्तेः द्वितीयक्षणे जायमानः अपि नास्ति, तस्मिन् नियतावधिकत्वम् अस्ति इति कृत्वा तादृशगुणः न इति तत्र मानाभावः अस्ति इति. एतत् सर्वं प्रथमापादने प्रथमापादनेन आगच्छति वस्तुतः. सम्यक्. तर्हि सर्वेम रामप्रिया भगिनी भवती अग्रे वदति वा? आं भगिनि. पूर्वपक्षिणः द्वितीयम् आपादनम्. इतः अग्रे पूर्वपक्षिणः द्वितीयम् आपादनम्. वस्तुगत्या गुणक्षेत्रे नियत अवधिकं पृथक्त्वम् इत्यादीनां मानं नास्ति तस्य, किन्तु तादृश कश्चन नियत अवधिकः गुणः स्वीकृतः चेत् अपि द्वितीयम् आपादनं किम् इत्युक्तौ भूतल अवधिकत्वस्य इव भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वम्. अनेन पूर्वपक्षी आपादयति यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतवधिकत्वं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं न उक्तम्. अतः भूतलावधिकत्वम् इव कपालावधिकत्वमपि स्यात्. कुत्र? घटे. इदानीं द्वितीय आपादनं, पूर्वपक्षिणः आपादनं. वस्तुगत्या गुणक्षेत्रे नियत अवधिकं पृथक्त्वम् इत्यादीनां मानं नास्ति तस्य, किन्तु तादृशः कश्चन नियत अवधिकः गुणः स्वीकृतः चेत् अपि द्वितीयम् आपादनम्. गुणक्षेत्र नियव पृथक्त्वं मानं नास्ति. तेन मन्यन्ते यदा पृथक्त्वम् इत्यादीनां गुणक्षेत्रे नियतावधिकत्वम् अस्ति इति पूर्वपक्षिणः. किन्तु तत्र गुणक्षेत्रे यदा संयोगः विभागः गुणक्षेत्रे अस्ति परन्तु ते तु नियत अवधिकः नास्ति, तदा तादृशं पृथक्त्वमपि यदा वयं गुणक्षेत्रे स्वीकुर्मः चेत् तत् पृथक्त्वस्यापि नियत अवधिकत्वं नास्ति इति पूर्वपक्षिणः मतं तत्. किन्तु तादृशः कश्चन नियत अवधिकः गुणः स्वीकृतः चेत् अपि द्वितीयम् आपादनम्. यदा वयं स्वीकुर्मः नियत अवधिकः गुणः अस्ति इति पृथक्त्वस्य विषये पृथक्त्वादीनां विषये तत्र द्वितीय आपादनम् उत्पद्यते वा जन्यते. किम् इत्युक्ते भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वं. यदा भूतल अवधिकं पृथक्त्वं घटे इति वयं स्वीकुर्मः तदैव कपालावधिकपृथक्त्वमपि अस्ति घटे अस्ति इति भवति. यदा वयं तद् स्वीकुर्मः चेत् अनेन पूर्वपक्षी आपादयति यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्मिन् क्षेत्रे किमपि नियामकं न उक्तम्. यदा वयं पृथक्त्वं तस्य आपादनं किम् अस्ति इत्युक्ते यदि पृथक्त्वस्य गुणरूपेण यदा वयं पृथक्त्वं गुणः गुणरूपेण वयं स्वीकुर्मः चेत् तस्य नियत अवधिकत्वम् अस्ति इति स्वीकुर्मः चेत् तर्हि किं भवति इत्युक्ते तस्मिन् क्षेत्रे किमपि नियामकं न उक्तं. नियामकम् इत्युक्ते किमपि रूल्स् नास्ति इति वा? सत्यम्. इत्युक्ते तत्र नियतावधिकत्वम् अस्ति चेत् कुत्र अवधिः भवति इति तादृशनियामः नास्ति इति इति अस्ति. इत्युक्ते तर्हि तत्र मूलावधिकपृथक्त्वं भवति चेत् तथैव घटावधिकपृथक्त्वमपि स्यात्, कपालावधिकपृथक्त्वमपि स्यात् इति. स्यात् घटे अस्ति इति वयं स्वीकरणीयम् इति तस्याः मतम्. हा सत्यम्, तस्य मतं सत्यम्. अग्रे पठतु भगिनि. भूतल अवधिकत्व भूतल अवधिकत्व भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वम् इत्यनेन यद्यपि नियत अवधिकगुणस्य मानं नास्ति तदापि यदि कश्चन नियत अवधिकगुणः स्वीकृतः तर्हि यद्युक्त्या भवतां मते भूतल अवधिकपृथक्त्वरूपगुणः घटे प्रतीयते तद्युक्त्या कपाल अवधिकपृथक्त्वस्य प्रत्ययः अपि स्याद् एव. किं बाधकम् इति पूर्वपक्षी पृच्छति. एवं च प्रथमापादानेन पृथक्त्वस्य भेदरूपतायाः युक्तिः द्वितीयेन च यथा भूतल अवधिकपृथक्त्वस्य प्रत्ययः जायते तद्वत् कपालावधिकपृथक्त्वस्य प्रत्ययः स्यात्. इदानीं भूतलवधिकपृथक्त्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वम् इति आपादनम् इत्यनेन यद्यपि नियत अवधिकगुणस्य मानं नास्ति यदापि ते नियत अवधिकत्वं पृथक्त्वस्य नियत अवधिकत्वं न मन्यन्ते तदापि यदि कश्चन नियत अवधिकगुणः स्वीकृतः तर्हि यद्युक्त्या भवतां मते भूतल अवधिकपृथक्त्वरूपगुणः घटे प्रतीयते ते न स्वीक्रियन्ते तदापि यदि कश्चन नियत अवधिगुणः इति पृथक्त्वम् इति गुणः इति यदा ते स्वीक्रियन्ते चेत् भूतल अवधिकपृथक्त्वरूपगुणः यदा भूतल अवधिकपृथक्त्वरूपगुणः घटे प्रतीयते तदा तादृशमेव तदुक्त्या एव कपाल अवधिकपृथक्त्वमपि घटे अस्ति इति स्वीकरणीयम् इति ते वदन्ति किल. किं बाधकम् इति प्रश्नः पूर्वपक्षी किं बाधकम् इति पृच्छन्ति. एवं च प्रथम आपादनेन पृथक्त्वस्य भेदरूपतायाः युक्तिः प्रथमम् आपादनेन वयं पृथक्त्वं भेदः इव एव इति वयं प्रथमयुक्तिः तद् द्वितीयम् अस्ति भूतल अवधिकपृथक्त्वस्य प्रत्ययः जायते तादृशमेव कपाल अवधिकत्वपृथक्त्वस्य प्रत्ययः इति. इति तर्हि तत्र पूर्वपक्षिणः द्वितीयम् आपादनं किं तर्हि? यदा वयं भूतल अवधिकपृथक्त्वं घटे अस्ति इति वदामः तादृशमेव कपाल अवधिकपृथक्त्वमपि घटे इति स्वीकरणीयम् इति तस्य मतम्. सत्यम्. इत्युक्ते यदा गुणे नियतावधिकत्वं तु न भवति अपि च भवतु यदा गुणे नियतावधिकत्वं भवति इति स्वीकुर्मः चेत् तर्हि तत्र कपालावधिकत्वमपि भवतु यथा भूतलावधिकपृथक्त्वमस्ति तथा तथैव कपालावधिकपृथक्त्वमपि घटे भवतु इति ते वदन्ति. स्पष्टम्? अग्रेपि पठतु. अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोष दोष आयाति. गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानभावात् भूतल अवधिकत्वस्यैव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोष तावदवस्थ्यम्. कः दोषः? कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् परस्पर अवधिकपृथक्त्व आश्रयौ कौ जातौ? कपालः घटः च. यथा द्वितीय आपादने कपाल अवधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् आगतं? कपाले. अनेन किं जातं? युतसिद्धत्वम् आगतं. कपालघटौ युतसिद्धौ भवतः. युतसिद्धौ यथा भवतः तदा तयोः संयोग आपत्तिः. अतः तादृश तद्दोष रामप्रिया भगिनी मध्ये भवत्याः काल् किञ्चित् मग्नम् अभवत्. चिन्ता नास्ति. कः दोषः इति अस्ति खलु तस्मात् पुनः पठतु. ओ कः ओ इति वा कः दोषः? कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् परस्पर अवधिकपृथक्त्व पृथक्त्व आश्रयौ कौ जातौ? कपालः घटः च. यथा द्वितीय आपादने कपाल अवधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् आगतं? कपाले. अनेन किं जातं? युतसिद्धत्वम् आगतं. कपालघटौ युतसिद्धौ भवतः. युतसिद्धौ यथा भवतः तदा तयोः संयोग आपत्तिः. अतः तद्दोष दोष तावदवस्थम् इति न च वाच्यम्. घटकपालयोः संयोग आपत्तिः क्लुप्तत्वात्. इदानीं सिद्धान्तिनः उत्तरं पूर्वपक्षिणः प्रश्नस्य. यदा वयं द्वयोः आपादनयोः किं भवति इति फलत्वेन पूर्वतनदोषः आयाति. आपादनयोः फलत्वेन पूर्वतनदोषः आयाति. कः दोषः इत्युक्ते यदा कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् परस्पर अवधिकपृथक्त्व आश्रयौ कौ जातौ? कपालः घटः च. यदा वयं कपालावधिकपृथक्त्वं घटे अस्ति इति वयं स्वीकुर्मः चेत् तत्र पृथक् परस्पर अवधिकपृथक्त्व आश्रयौ कपालः घटः तु पृथक् आश्रय आश्रितौ नास्ति किल भगिनि? हा तदेव वदन्ति खलु. तदेव तत्र सिद्धान्तिनः वदन्ति. तत्र दोषः इति वदन्ति खलु. दोषः आपादनद्वयं स्वीकुर्मः चेत् किं भवति तत्र यदा तत्र नियतावधिकत्वं प्रथमं नास्ति तादृशनियतावधिकत्वम् अस्ति चेत् तत्र भूतलावधिकस्यैव कपालावधिकत्वस्य अपि आवश्यकम् इति पूर्वपक्षिणः मतं खलु. तर्हि तथा भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि स्वीकार्यं भवति चेत् किं भवति इदानीं? कपालावधिकपृथक्त्वं स्वीकृतं चेत् कपालावधिकपृथक्त्वं घटे अस्ति इति स्वीकरणीयं. तर्हि घटावधिकपृथक्त्वं कपाले भवति खलु. तर्हि परस्पर अवधिकपृथक्त्वम् अस्ति चेत् तयोः मध्ये पृथक् आश्रय आश्रितत्वं भवति तत्तु नास्ति. तर्हि युतसिद्धत्वं भवति. युतसिद्धत्वम् अस्ति चेत् तयोः मध्ये संयोगः भवति. हा, परन्तु कपालघटयोः मध्ये संयोगः तु न भवति एव. न भवति एव. कृत्कत्वात् इत्युक्ते तत्तु निश्चितं. घटकपालयोः संयोग आपत्तेः आपत्तिः अस्ति इति निश्चितमस्ति. तत्तु पूर्वपक्षिणः अपि स्वीकुर्वन्ति, सिद्धान्तिनः अपि स्वीकुर्वन्ति. द्वयोः मत द्वयोः मतभेदः नास्ति. हा, द्वयोः तत्र मतभेदः नास्ति. तर्हि तथा स्वीकुर्मः चेत् तत्र दोषः, एतादृशदोषः आगच्छति इति ते वदन्ति. यः संयोगदोषः पूर्वं निवारितं तदेव पुनः आगच्छति इति. अवगच्छति वा? आम् आम् आं भगिनि. अस्तु, तर्हि अग्रे शुकन महोदय भवान् पठति वा? अहं पठामि भगिनि. उभयोः पक्षिणोः मनसि घटकपालयोः संयोगोत्पत्तेः तृप्तत्वं किमर्थम् इति चेत् घटकपालयोः विभागः न जायते इति प्रसिद्धं सामान्य अनुभवः. तयोः नित्यसम्बन्धः, ययोः विभागः न सम्भवति तयोः संयोगः अपि न जायते. तस्मात् उच्यते घटसमवायसम्बन्धेन कपाले, न तु संयोगसम्बन्धेन. निगमने घटकपालयोः संयोगोत्पत्तिः तृप्तत्वात्. संयोग तत्र मुद्रणदोषमस्ति वा? संयोग भगिनी, हा, तत्र निगमने घटकपालयोः संयोगः आपत्तिः. ओ, संयोग आपत्तिः तृप्तत्वात् अस्तु. एकमतं वदति पृथक्त्वस्य भेदरूप स्वीकरणम् इति. अन्यमतं वदति भेदस्य गुणरूप स्वीकरणम् इति. किन्तु द्वयोः पक्षिणोः एतत् अङ्गीकरोति घटकपालयोः मध्ये विभागः कदापि न जायते इति. किमर्थमित्युक्ते तत्तु सामान्य अनुभवः एव. तेषां मध्ये नित्यसम्बन्धः अस्ति, अतः ययोः विभागः न सम्भवति तयोः मध्ये संयोगः अपि न जायते. किमर्थमित्युक्ते ये द्रव्याः पृथक् अस्ति तयोः मध्ये एव संयोगः. पृथक् इत्युक्ते पृथगाश्रयाश्रितौ भवति, तेषां मध्ये एव संयोगः सम्भवति. अतः घटकपालयोः मध्ये संयोगः न भवितुमर्हति. अतः एव तेषां मध्ये समवायसम्बन्धः इति नैयायिकानां कल्पनम्. अतः इत्युक्ते अत्र क्षम्यतां महोदय, एकमेव वक्तव्यम् अस्ति. तत्र वस्तुतः किञ्चित् विपरीतदिश्याम् अस्ति. इत्युक्ते तत्र तत्र संयोगसम्बन्धः नास्ति इति आनुभविकम् इति कृत्वा समवायसम्बन्धः कल्पितवन्तः. परन्तु आनुभविकं संयोगसम्बन्धः नास्ति इति कृत्वा पृथगाश्रयाश्रितत्वमपि अस्ति. यत्र पृथगाश्रयाश्रितत्वम् अस्ति तत्र संयोगसम्बन्धः न भवति इति. इत्युक्ते पृथगाश्रयाश्रितत्वम् अस्ति इति कृत्वा संयोगः नास्ति इति. हा, इत्युक्ते तत्र आरम्भस्तरे तथा नास्ति. प्रथमं तु आनुभविकमस्ति खलु, आनुभविकं ज्ञानम् अस्ति. तत्र तयोः विभागः न जायते इति कृत्वा संयोगः अपि नास्ति. तर्हि समवायसम्बन्धः कृतवन्तः. तर्हि इदानीं परन्तु यत् पूर्वपक्षिणः मतमस्ति तत्र भूतलावधिकत्वस्यैव कपालावधिकत्वमपि भवतु इति, तेन पुनः सः दोषः आगच्छति. इत्युक्ते घटकपालयोः मध्ये संयोगः संयोगस्य सम्भावना भवति. किन्तु तस्य निवारणं करणीयम् इदानीम् आम्, किन्तु किञ्चित् विपरीतरीत्या अत्र निरूपणं करोति इति भाति. ययोः विभागः न सम्भवति, तयोः संयोगो अपि न जायते इति विभागं स्वीकृत्य संयोगस्य निरूपणं, ततः समवायसम्बन्धेन संयोगस्य निरूपणम् इति न, तत्र संयोगस्य आनुविक आनुभविकं खलु, इत्युक्ते तत्र लोके यत्र विभागः न भवति तत्र एव वयं ज्ञातुं शक्नुमः संयोगः न भवति इति. ओ यत्र विभागः तु निरूपणपरम्परा एवमस्ति, वयं घटकपालयोगः घटकपालयोः विभागः न अनुभवामः, तथा तत्कारणात् यत्र विभागः न सम्भवति तयोः संयोगः न जायते, तत्कारणात् घटकपालयोः मध्ये समवायसम्बन्धः कल्प्यते इति. सत्यं. हा अस्तु अग्रे महोदय. तर्हि अग्रे गत्वा किं वारणीयं? घटकपालयोः युतसिद्धत्वं वारणीयम्. तदर्थं किं कर्तव्यं? कपाल अवधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यम्. अधुना इदं वक्तुं शक्यते वा? कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा? न वर्णयितुं शक्यते किल? घटः कपालात् भिन्नः इति इदानीं वैलक्षण्यं सम्पन्नम्. येषां युतसिद्धिः अस्ति तेषां मध्ये एव संयोगः भवति, किन्तु यदा वयं घटकपालयोः मध्ये युतसिद्धत्वं नास्ति इति निरूपयामश्चेत् संयोगः अपि तेषां मध्ये न भवितुमर्हति इति निरूपितं भवति. युतसिद्धत्वं नास्ति इति कथम् अस्माभिः निरूपणीयः इत्युक्ते, कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति वक्तव्यम्. किन्तु एतादृशं एतद्रीत्या वक्तुं शक्यते वा? कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा? न वर्णयितुं शक्यते. घटकपालः किमर्थम् इत्युक्ते घटः कपालात् भिन्नः इति. अतः इदानीं वैलक्षण्यं सम्पन्नम् इत्युक्ते घटः कपालात् भिन्नः इति तु अस्ति एव खलु, तर्हि भिन्नः तयोः मध्ये भेदः नास्ति चेत् तादृश आपत्तिः आगच्छति इति. अग्रे गत्वा इतोपि किञ्चित् गम्भीररीत्या हा वदति, तर्हि अग्रे पठेम. अस्तु. इत्थञ्च मानाभवात् इति एकम् आपादनं यदि तथापि पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनम्. अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते, एवं तद् अनुरोधेन तस्य एव पृथक्त्वस्य भेदरूपता वार्यते. पूर्वपक्षिणा मानाभावात् इति प्रथमम् आपादनं, यद्यपि मानं नास्ति तथापि पृथक्त्वस्य गुणरूपम् अस्ति इति यदि स्वीकुर्मश्चेत् तर्हि द्वितीय आक्षेपः अपि जायते. इतः परं द्वितीय आपादनस्य वारणं दत्तमस्ति. हा तत्र एकमेव वक्तव्यं पुनः, तत्र पृथक्त्वस्य गुणरूपं स्वीक्रियते चेत् इति न, पृथक्त्वस्य नियतावधिकत्वं स्वीक्रियते चेत् वस्तुतः तत्र प्रथमम् आपादनमस्ति नियतावधिकगुणः नास्ति इति. यदि भवतु पृथक्त्वम् इति गुणः तस्य नियतावधिकत्वम् अस्ति इति स्वीकुर्मः चेत् तर्हि द्वितीयम् आपादनम् आगच्छति. ओ आम् आम् आम् आं भगिनि सम्यक् अस्तु. ततः अग्रे द्वितीय आपादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. अत्र किमर्थं निखिलावधिकत्वम् उक्तं? पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति विचारः एव न आगतः, तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता? अत्र सिद्धान्ती वदति वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्यापि निखिलावधिकत्वं भगिनि द्वितीयादिक्षणेषु द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वम् इति नूतन सिद्धान्तम् आगत्य पूर्वपक्षिणः प्रश्नं निवारयति. तत् किमर्थं तस्य निखिलावधिकत्वस्य वारणस्य का आवश्यकता इति अग्रे दत्तमस्ति इति. इत्युक्ते यत्र तद्दोषः इति उक्त्वा सिद्धान्तिनः यत् सिद्धान्तिनः वाक्यं पश्यामः चेत् तत्र निखिलावधिकत्वम् इति अस्ति, परन्तु पूर्वपक्षिणः तु निखिलावधिकत्वस्य विषये किमपि न उक्तवन्तः खलु, वस्तुतः केवलं नियतावधिकत्वम् इत्येव उक्तवन्तः. तर्हि अत्र निखिलावधिकत्वम् इति नूतनविचारः कुतः आगतः इति इदानीं प्रश्नः. तर्हि तस्य अस्य प्रश्नस्य समाधानम् अग्रे. पुष्पा भगिनी भवती पठति वा? अस्तु भगिनि. वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितम् एकनिमिष भगिनि. अस्तु इदानीं वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितं भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि इति कदा वक्तुं शक्यते? यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते अमुं दोषं नाम यथा भूतला अवधिकत्वं तथा कपाल अवधिकत्वम् अपि अवश्यं वक्तव्यम् इति कदा वर्णयितुं न शक्यते. घटे घटं विहाय ये ये पदार्थाः तत् अवधिकं पृथक्त्वम् अस्ति चेत् एव तादृशम् आपादनं भवति, इदम् एव निखिलावधिकत्वम्. ओ अत्र निखिलावधिकत्वं वर्णयित्वा इदं पूर्वपक्षिणः चिन्तनं द्वितीय आपादनं विवरणं करोति. अत्र भूतला अवधिकत्वं अस्ति चेत् एपि अस्ति चेत् कपालादिकत्वम् अपि अपि अस्ति इति वक्तुं शक्यते न न कदा वक्तुं शक्यते कदा यथा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव अत्र वर्णयितुं शक्यते निखिलावधिकत्वं वर्णयितुं नाम यथा भूतलावधिकत्वम् अस्ति तथा कपालवधिकत्वमपि अवश्यं वक्तुं शक्नुमः न भवती अवगच्छति वा न वा इति मम एकक्षणं तत्र निखिलावधिकत्वम् इत्युक्ते किं प्रथमम् निखिलावधिकत्वम् अस्ति तु पूर्वतन न तत्र नास्ति भवत्याः अवगमनस्य भवती अवगच्छति वा न वा इति मम अवगमनम् आवश्यकं तदर्थमेव पृच्छामि निखिलावधिकत्वम् इत्युक्ते किम् निखिलावधिकत्वम् अस्ति तत् सर्वे विवरणं कर्तुं न शक्नोमि अर्थं मम अर्थं शक्नोमि अस्तु दृष्टान्तं ददातु उदाहरणं दत्वा वदतु निखिलावधिकत्वम् इत्युक्ते किम् इति निखिलावधिकत्वं तु द्वितीय द्रव्य उत्पत्ति द्वितीयादिक्षण न तत्तु गुणः द्रव्योत्पत्तेः द्वितीयक्षणे इति गुणस्य प्रसङ्गः निखिलावधिकत्वम् इत्युक्ते किम् अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा सुनील् महोदय भवान् कर्तुं शक्नोति वा हरि ओम् सुनील् महोदय अस्ति वा ओ क्षम्यताम् इदानीं अस्मि अत्र घटः इति उदाहरणं स्वीकुर्मः चेत् अत्र घटं विहाय अन्य द्रव्येषु अवधिगत्वं भवति चेत् अतः घटं विहाय सर्वत्र अवधिगत्वं भवति चेत् निखिलावधिगत्वम् इति वदामः परन्तु सर्वत्र इति न खलु सर्वस्य वस्तुतः घटे घटं विहाय अन्यपदार्थाः ये ये सन्ति अवधिकत्वम् अस्ति चेत् निखिलावधिकत्वं तर्हि तत्र हा वदतु महोदय परन्तु घटस्य विषये नास्ति इति वयं जानीमः इत्युक्ते अत्र अवयवावयोः मध्ये सम्बन्धः घटस्य विषये नास्ति इति न परन्तु तत्त्वस्य इति तत्र तथा स्वीकरणीयं खलु द्रव्यस्य निखिलावधिकत्वम् अस्ति वा न वा इति न प्रसङ्गः परन्तु गुणस्य अपि च भेदस्य इत्येव अस्माकं प्रसङ्गः खलु तर्हि एतावत्पर्यन्तं ये ये पदार्थाः अस्माभिः परिशीलिताः तेषु कुत्र निखिलावधिकत्वम् आसीत् कुत्रापि न आसीत् इति उत्तमं कुत्रापि न आसीत् वस्तुतः न द्वितीय आपादनम् इति नास्ति भगिनि अत्र द्वितीय आपादनम् एक हा द्वितीय आपादनम् इति वक्तुं शक्नुमः इत्युक्ते तेषां तत्र भूतलावधिकत्वस्य एव कपालावधिकत्वमपि भवतु इति पूर्वपक्षिणः मतं तस्य निराकरण यदा कुर्वन्ति तत्र सिद्धान्तिनः ते वदन्ति निखिलावधिकत्वं कुत्रापि अस्ति न निखिलावधिकत्वम् इति ते वदन्ति तर्हि तत्र किमर्थम् इत्युक्ते तत् प्रथमं तत्र निखिलावधिकत्वम् इत्युक्ते किम् इति तत्र दत्तमस्ति. तत्र पश्यतु घटे यत् इदानीं सुनील् महोदय उक्तवान् तदेव अत्र अस्ति. घटे घटं विहाय ये पदार्थाः तत्तदवधिकत्वं पृथक्त्वम् अस्ति चेतेव तादृशम् आपादनं भवति. इत्युक्ते कीदृशम् आपादनं भवति? भूतलावधिकत्वस्यैव कपालावधिकत्वम् अपि भवतु इति यदापादनम् अस्ति तदापादनं यदा भवति कदा भवति? यदा घटे स्वं विहाय अन्यस्य सर्वस्यापि चेदेव. तदर्थमेव निखिलावधिकत्वम् इति तस्य उल्लेखः निखिलावधिकत्वम् इति पदेन कृतवन्तः सिद्धान्तिनः. अग्रे पठतु भगिनि. अधुना पूर्वमेव अस्माभिः उक्तं यत् विश्वे निखिलावधिकत्वं नास्ति कस्यापि. इदानीम् उक्तं न, किन्तु तत् स्वीकृत्य एव किल पूर्वपक्षिणा दोषः आपादनीयः. तत्तु आपोसिट् पूर्वपक्षिणः. आपोसिट् इत्युक्ते निखिलावधिकत्वम् अस्ति इति पूर्वपक्षिणः. वस्तुतः पूर्वपक्षिणः निखिलावधिकत्वम् अस्ति इति न उक्तवन्तः. वस्तुतः पूर्वपक्षिणः उक्तवन्तः तत्र नियतावधिकत्वम् अस्ति चेत् तत्र कपालावधिकत्वमपि भवतु इति. तस्य निवारणं निखिलावधिकत्वम् इति स्वीकृत्य कृतवन्तः. इत्युक्ते तत्र वस्तुतः इम्प्लैड् इव अस्ति तावदेव. तत्र किमपि अन्योन्याश्रयः अस्ति वा इति चिन्तनीयम् इति भाति. विभागं स्वीकृत्य संयोगं निरूपयन्ति, संयोगं स्वीकृत्य समवायः निरूपयन्ति. नियतावधिकत्वस्य निरूपणं निखिलावधिकत्वेन ते निरूपयन्ति किल? नियतावधिकत्वस्य न, प्रथमं तु संयोगस्य निरूपणम् अग्रे आगच्छति. वस्तुतः संयोगस्य निरूपणं विभागेन न भवति, संयोगस्य अनुभवमेव विभागेन भवति. अनुभवज्ञानं विभागेन भवति संयोगस्य अग्रे आगच्छति संयोगस्य विषये इति प्रथमम्. अपि च नियतावधिकं निखिलावधिकं तत्र किम् उक्तवान् तत् अहं न सम्यक् न अवगतं मया. अत्र प्रसङ्गः कथं चलति, नियतावधिकत्वम् अस्ति वा न वा इति निश्चयार्थं निखिलावधिकतम् अस्ति वा न वा इति द्रष्टव्यम्. प्रसङ्गः चलति न खलु, यतोहि वयं किम् उक्तवन्तः, पृथक्त्वे यदा वयं पृथक्त्वम् इति पूर्वं दृष्टवन्तः तत्र नियतावधिकत्वम् अस्ति इति वयम् उक्तवन्तः. तत्र निखिलावधिकत्वस्य प्रसङ्गः एव नासीत्. यत्र यत्र तत्र ससम्बन्धिकः विषयः इत्यपि दृष्टवन्तः खलु, तत्र यत्र अवधिः न उच्यते चेत् तत्र अवगमनं सम्यक् न भवति चेत् तत्र नियमेन अवधिः आवश्यकं. तत्र नियतावधिकत्वम् अस्ति, तत्र निखिलावधिकत्वस्य प्रसङ्गः एव नास्ति. किन्तु सिद्धान्ती निखिलावधिकत्वं तस्य सिद्धान्ते उत्तरे आगच्छति. आनयति सत्यं, किमर्थम् आनयति इत्येव इदानीम् अस्माकं चर्चा या इदानीं प्रवर्तमाना अस्ति तत्र तदेव विषयः खलु. किमर्थं ते तथा निखिलावधिकत्वम् इति प्रसङ्गः आनयति इत्युक्ते, पूर्वपक्षिणः द्वितीयं वाक्यं यदासीत् अथवा द्वितीयम् आपादनं तत्र भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि स्वीकार्यं भवतु इति. आम्. कदा तथा स्वीकरणं कर्तुं शक्नुमः? तादृशस्वीकरणं तद् क्षम्यताम्, हा निखिलावधिकत्वम् इति मा गच्छतु इदानीं, सोपानेन गच्छामः. तत्र तादृश प्रसङ्गः उदेति यदा इदानीं दृष्टान्तः स्वीकुर्मः चेत्, घटः इति दृष्टान्तः स्वीकुर्मः चेत्, घटे कपालस्य अवधिः कपालस्य अवधिः भवति यदा पृथक्त्वं घटं विहाय अन्यत्र अन्यस्य सर्वस्य अवधिः घटे भवति चेतेव, खलु? इति प्रथमं सोपानं. इत्युक्ते भूतलावधिकत्वस्यैव कपालावधिकत्वमपि भवतु इति वदामः चेत्, कपालावधिकं पृथक्त्वं घटे कदा आगच्छति? यदा घटे घटं विहाय सर्वस्य अवधिकं पृथक्त्वं भवति चेतेव. किन्तु तदेव निखिलावधिकस्य लक्षणं इति द्वितीयं सोपानं खलु. तत्र घटे घटं विहाय अन्यस्य सर्वस्य पृथक्त्वम् अन्यस्य सर्वस्य अवधिकं पृथक्त्वं भवतु इति चेत् तत्र निखिलावधिकत्वं पृथक्त्वे भवतु इति. तदर्थमेव निखिलावधिकत्वम् इति स्वीकृत्य सिद्धान्तिनः आपादनस्य निराकरणं कुर्वन्ति इदानीम्. अस्तु भगिनि, धन्यवादः. पुष्पा भगिनि अग्रे. भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वम् अनेन पूर्वपक्षिणा आपाद्यते यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तं न उक्तम्. अतः भूतल अवधिकत्वस्य इव कपालवधिकत्वस्यापि आवश्यकत्वात् घटकपालयोः परस्पर अवधिकपृथक्त्वं स्यात्, नाम पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत् तस्य निखिलावधिकत्वम् अपि भवतु, यतोहि तदानीं किल वक्तुं शक्यते यत् भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि तदा तादृशं वर्णयितुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं वर्तते. वर्तेत मने इति कीदृशं रूपं भवती एव वदतु, भवती अस्माकं व्याकरणकक्षायामपि अस्ति खलु. अस्मि वर्तेत. अत्र वर्तेत तु कर्मणि प्रयोगः अस्ति न? रामप्रिया भगिनि वर्तेत विधिलिङ्ग्, आत्मनेपदि विधिर्लिङ्ग् रूपं वर्तेत. अस्तु अस्तु. अत्र इदानीं वक्तुं अस्माभिः वक्तुं न निखिला पूर्वपक्षिणः नियता निखिलावधिकत्वं साधयित्वा भूतलावधिकत्वस्य कपालवधिकत्वस्य आवश्यकत्वम् अस्ति इति सिद्धान्तेन निखिलावधिकत्वं द्वितीय आपादनं निखिलावधिकत्वं वक्तुं शक्यते. तत्र तत्तु परस्परावधिकपृथक्त्वं गजकपालयोः अस्ति. नियता अवधिकत्वस्य इति स्वीकुर्मः. न न, एकक्षणं, कुत्र नियता अवधिकत्वमस्ति? भूतलावधिकस्य नियतावधिकत्वं कुत्र अस्ति अथवा कस्य अस्ति नियतावधिकत्वं? भूतलावधिकत्वस्य न तत्र तथा एव विषयः तथा नास्ति खलु. इदानीम् अस्माकं प्रसङ्गः कः? प्रसङ्गः तु वर्णनं क्रिया. अस्माकं विषयः कः इदानीम्? अस्माकं चर्चा प्रवर्तमाना आपादनं, द्वितीय आपादनं. सत्यं, परन्तु तत्र प्रकृतविषयः कः? प्रकृतविषयः घटे घटं विहाय. न भगिनी क्षम्यतां, प्रकृतविषयः इत्युक्ते अस्माकं मूलविषयः कः इदानीं? घटः यत्किमपि भवतु, कपालः, भूतलम्, अवधिः, सर्वम् आगच्छति. किमर्थम् आगच्छति एतत् सर्वम्? एतत् करपत्रस्य मूलविषयः कः? करपत्रस्य मूलविषयः अवधिकत्वं न. इदानीम् अस्माकं विषयः अस्ति पृथक्त्वं खलु? पृथक्त्वम् अस्ति पृथक्त्वं. पृथक्त्वं भेदः न इति साधनीयमस्ति अस्मा इदानीं. इत्युक्ते तत्र पृथक्त्वं भेदः तयोः मध्ये भेदः नास्ति इति पूर्वपक्षिणः मतं. तस्य उत्तररूपेण सिद्धान्तिनः वदति तथा नास्ति, तयोः मध्ये भेदः वर्तते इति. तत्रैव एतत् सर्वम् आगच्छति. तर्हि इदानीं कुत्र अस्ति नियतावधिकत्वं? कस्य नियतावधिकत्वम् अस्ति अथवा नियतावधिकत्वं घटकपालयोः? न भगिनी, न तत्र नियतावधिकत्वम् इति स्थूलाक्षरैः अस्ति खलु, तस्य पूर्वपदं किं नाम? पृथक्त्वस्य नियतावधिकत्वं. पृथक्त्वस्य नियतावधिकत्वम् इत्युक्ते पूर्वपक्षिणः प्रथमम् आपादनम् आसीत् तत्र पृथक्त्वस्य नियतावधिकत्वं. क्षम्यतां भगिनि, अहं तत्र किञ्चित् सम्पूर्णं करोमि. तत्र पृथक्त्वस्य तादृशगुणः नास्ति यस्य नियतावधिकत्वम् अस्ति. तर्हि पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति कृत्वा गुणः नास्ति इति प्रथमम् आपादनं. द्वितीयम् आपादनम् आसीत् तत्र भवतु, यदा तादृशगुणः अस्ति यस्य नियतावधिकत्वम् अस्ति तर्हि तस्य निखिलावधिकत्वम् अपि स्यात्. निखिलावधि यतोहि तत्र कुत्र अवधिः भवति कुत्र न भवति इति नियमेन न उक्तम् इति कृत्वा तस्य निखिलावधिकत्वम् अपि भवतु. तदर्थमेव ते उक्तवन्तः भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि तस्य प्रसङ्गः भवतु इति. तर्हि कदा भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि विषयः पृथक्त्वे आगच्छति? यदा निखिलावधिकत्वं भवति तदा इति कृत्वा निखिलावधिकत्वं, हा इति कृत्वा निखिलावधिकत्वम् इति स्वीकृत्य सिद्धान्तिनः तस्य आपादनं कुर्वन्ति. भगिनी सुनील् महोदय, क्षम्यतां भगिनी, तत्र पुनः प्रश्नः आगच्छति. विश्वे निखिलावधि अवधिकत्वं यस्य कस्यापि नास्ति इति अस्ति किल? सत्यं. यस्य कस्यापि निखिलावधिकत्वं नास्ति इति चेत् निखिलावधिकत्वम् इति एकं उपायं स्वीकृत्य नो चेत् युक्तिः स्वीकृत्य कथं कथं यस्य कस्यापि वयम् उपयोगं कर्तुं शक्नुमः? निखिलावधीयत्वं यत्र कुत्रापि भवेत् किल? न, तदेव वयं पूर्वं दृष्टवन्तः खलु, निखिलावधिकत्वम् इति भागः यदा आसीत् तत्र वयं दृष्टवन्तः, तत्र भेदस्य अपि एकावधिकत्वम् अस्ति, पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, निखिलावधिकत्वं कस्यापि नास्ति इति उक्तवन्तः वयं दृष्टवन्तः. आम् आम्, तत्तु तस्य उपयोगम् इदानीमेव अहम् अवगच्छामि. किन्तु मम प्रश्नः, निखिलावधिकत्वम् इति केवलं पृथक्त्वस्य भेदस्य इति न, किन्तु यस्य कस्यापि निखिले विश्वे निखिला अवधिकत्वं यस्य कस्यापि नास्ति इति एव अस्ति किल? सत्यम्. यतोहि तत्र अवधिः इति विषयः तु तत्र कानिचन अथवा केचन केषुचित् पदार्थेषु एव अवधिः इति अस्ति खलु. अवधि इति यदा अवधिः इति विषये वयं दृष्टवन्तः, तत्र संयोगः विभागः इत्यत्र अवधिः तत्र नियमेन नास्ति, परन्तु आरोप्यते. अपि च तत्र पृथक्त्वं भेदः इत्यत्र नियमेन भासते इति वयं दृष्टवन्तः. तर्हि अवधिः इति सर्वत्र नास्ति. नियतावधिकत्वस्य विषये एकनिमिषं भगिनि, नियतावधिकत्वस्य संयोगस्य नियतावधिकत्वं नास्ति, विभागस्य नियतावधिकत्वं नास्ति, किन्तु पृथक्त्वस्य अपि च भेदस्य नियतावधिकत्वम् अस्ति इति अस्ति. अतः नियतावधिकत्वम् इति एकं युक्ति अस्माभिः स्वीकर्तुं शक्यते. अनेकावधिकत्वमपि तादृशम् अस्ति, भेदस्य अनेकावधिकत्वं नास्ति, प्रतियोगी एव तस्य अवधिः. भेदस्य निखिलावधिकत्वं नास्ति, एकावधिकत्वम् अनेकावधिकत्वं न न भेदस्य निखिलावधिकत्वं नास्ति, एकावधिकत्वम् एव इति उक्तवन्तः. पृथक्त्वस्य अनेकावधिकत्वम् इति उक्तवन्तः. आम्, किन्तु निखिलावधिकत्वम् इति कस्य यस्य कस्यापि नास्ति. सत्यं. यदा अस्ति चेत् एव तस्य युक्तिरीत्या वयं स्वीकृत्य किमपि साधयितुं शक्यते किल? न, निखिलावधिकत्वम् इति यस्य कस्यापि नास्ति इत्येव सिद्धान्तिनः वदति, तदेव सिद्धान्तिनः वदति. सत्यं, भवतः अङ्गीकुर्वन्ति किल? पूर्वपक्षिणः न अङ्गीकुर्वन्ति खलु, वयमेव पठितवन्तः एतत् सर्वं, नियतावधिकत्वं निखिलावधिकत्वं तत्सर्वं पूर्वपक्षिणः मतमिति नास्ति. न, वयं पठितवन्तः यतोहि तत्र पूर्वं यत् पठितवन्तः तत्तु अस्माकं एषः परिचयः परिचयतः यः अस्ति पुस्तके, तस्य अवगमनार्थं तत्सर्वं वयं पूर्वं पठितवन्तः. भगिनि, पूर्वपक्षिणः वस्तुतः वदति, एकक्षणं महोदय, पूर्वपक्षिणः वस्तुतः वदति तत्र नियतावधिकत्वम् अस्ति चेत् पृथक्त्वे निखिलावधिकत्वमपि भवतु इति. यदा नियतावधिकत्वम् अस्ति इति स्वीकुर्मः, अस्ति इति स्वीकरणीयं भवति चेत् पृथक्त्वम् इति भेदः नास्ति, भिन्नगुणः, तस्मिन् नियतावधिकत्वम् अस्ति इति स्वीकुर्मः चेत् तत्र निखिलावधिकत्वम् अपि स्यात्. किमर्थं निखिलावधिकत्वं नास्ति इति तेषां प्रश्नः. तदर्थमेव संयोग आपत्तिः इति सर्वम् आगच्छति. तर्हि तस्य वारणार्थमेव सिद्धान्तिनः वदति तथा भवति. निखिलावधिकत्वम् इति विषयः विश्वे कस्यापि विषयस्य नास्ति इति स्वीकृत्य एव तस्य दोषनिवारणं कुर्वन्ति सिद्धान्तिनः. हा भगिनि, तत्र किञ्चित् भेदः अस्ति. पूर्वपक्षिणः किं वदति, नियतावधिकत्वं पृथक्त्वम् इति गुणं इति पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति वयं स्वीकुर्मश्चेत्. एकक्षणं, पुष्पा भगिनी किञ्चित् म्यूट् करोति वा? हा, वदतु महोदय. हा, पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति वयं स्वीकुर्मश्चेत् तस्य घट् कपाले अपि घटस्य नियतावधिकत्वं भवति अपि तु कपाले घटस्य नियतावधिकत्वं न भवति न न न न अहं सम्यक् वदामि भगिनि एकनिमिषं घटे कपालस्य नियतावधिकत्वम् अपि तु कपाले घटस्य नियतावधिकत्वं स्यात् इति तेषां प्रश्नः न न न न न कपाले घटावधिकं पृथक्त्वं घटे कपालावधिकत्वं पृथक्त्वं स्यात् इति तेषां प्रश्नः सत्यम् आम् आम् किन्तु ते निखिलावधिकत्वम् इति पदं स्वीकृत्य किमपि न वदन्ति किन्तु सिद्धान्तिनः किं करोति यस्य नियतावधिकत्वं वक्तव्यं तस्य नियत निखिलावधिकत्वमपि द्रष्टव्यम् इति न तथा सिद्धान्तिनः न वदन्ति सिद्धान्तिनः वद यतोहि तत्र नियतावधिकत्वं निखिलावधिकत्वं तयोः मध्ये कश्चन कोऽपि सम्बन्धः नास्ति सिद्धान्तिनः वदन्ति तत्र प्रथमम् आपादनं नियतावधिकत्वस्य विषये अस्ति नियतावधिकत्वं स्वीकुर्मः चेत् एकनिमिषं भगिनि एकनिमिषं भगिनि एकक्षणम् अहं सम्पूर्णं करोमि महोदय एकक्षणम् एकक्षणं यद्महं वदामि सम्पूर्णं करोमि तदनन्तरं भवतः प्रश्नः अस्ति चेत् पृच्छतु क्षम्यतां तत्र प्रथमं तु नियतावधिकत्वम् अस्ति पृथक्त्वे इति स्वीकरोमि चेत् कपालावधिकपृथक्त्वं घटे भवतु इत्येव वदन्ति पूर्वपक्षिणः ते निखिलावधिकत्वस्य विषये किमपि न वदन्ति परन्तु कपालावधिकत्वपृथक्त्वं घटे कदा भवति इति परिशीलनं कुर्मः चेत् केवलं निखिलावधिकत्वं पृथक्त्वे अस्ति चेदेव भवति अन्यथा न भवति इति कृत्वा सिद्धान्तिनः निखिलावधिकत्वं स्वीकृत्य तस्य निराकरणं कुर्वन्ति इदानीम् अस्तु भगिनि अहम् अन्यरीत्या अहम् एकक्षणं महोदय क्षम्यतां तत्र किञ्चित् इतोपि अद्य किञ्चित् इतोपि किञ्चित् पठनीयमस्ति तत् पठेम तदनन्तरं प्रायः आवाभ्यां तत्र किञ्चित् स्थित्वा कर्तुं शक्यते हा अस्तु महोदय धन्यवादः हा तत् तर्हि सुनील् महोदय भवान् किञ्चित् अग्रे पठति वा अस्य च नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इत्यस्य आपादनस्य निरासः क्रियते सिद्धान्तिना अग्रे विभागस्य उदाहरणं दत्त्वा पृथक्त्वस्य अनेकावधिकत्वं च प्रतिपाद्य अस्मात् सिद्धं भवति यत् यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम् इति आक्षेपः दोषपूर्णः अत्र पूर्वमुक्तरीत्या नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इति आपादनस्य आक्षेपस्य निरासः क्रियते इति अग्रे आगच्छति इति भागस्य उदाहरणं दृष्ट्वा अतः अत्र यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम् इति आक्षेपः दोषपूर्णः इति वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणे द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्व नास्य संयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिकत्वम् अपि तु स्व नास्य संयोगाश्रय अवधिकत्वमेव विभागः कुत्र जायते स्वेन नास्यः यः संयोगः तदधिकरणे एव घटभूतलविभागेन नास्यः यः संयोगः घटभूतलसंयोगः घटभूतलविभागेन कस्य नाशो जायते घटभूतलसंयोगस्य नाशो जायते घटकपालयोः संयोगः जायते किं न जायते अतः तयोः विभागः अपि न सम्भवति यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति तादृश अवधिकत्वम् अपि भवति विभागस्य न अन्यत्. अत्र वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्यापि न निखिलावधिगत्वं, किन्तु स्वनाश्य संयोगाश्रये अवधिगत्वमेव हि नियमेन स्वीक्रियते. तदग्रे आगच्छति किल भगिनि, विभागस्य विषयः अग्रे आगच्छति. तत्र अत्र द्वितीयवाक्यं वदामि, द्वितीयोत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिगत्वम् अपि तु स्वनाश्य संयोग आश्रय अवधिगत्वमेव. अत्र विभागस्य विषये अत्र तत्र निखिलावधिगत्वं नास्ति इति, तत्र स्वनाश्य संयोग आश्रय अवधिगत्वमेव इति. विभागः कुत्र जायते इत्युक्ते, अत्र यत्र संयोगः जायते तत्रैव विभागः अपि जायते इति. हा, तत्र एकक्षणं महोदय, अत्र स्वेन नाश्यः यः संयोगः तद् अधिकरणे एव इति अस्ति खलु. तत्र स्वेन इत्युक्ते किम्? यदा अत्र घटभूतलयोः इति स्वीकुर्मः चेत् अत्र घटभूतलयोः संयोगः भवति, तद् आश्रय न सत्यं, परन्तु तत्र स्वेन इति पदं, स्वेन इत्युक्ते केन? ओ, स्वेन इति वा अहं चिन्तितवान् स्वनाश्य इति. ओ, स्वेन नाश्यः इति अस्ति खलु, स्वनाश्यः इत्युक्ते स्वेन नाश्यः इति. यदा यत्र संयोगः भवति तस्य नाशः अपि सत्यं, परन्तु तत्र स्वेन इत्युक्ते विभागेन, स्वेन नाश्यः यः संयोगः, विभागेन नाश्यः यः संयोगः तद् अधिकरणे एव इति. तर्हि तदवधिकम् एव अस्ति तत्र विभागस्य. अत्र संक्षिप्तरूपेण, अत्र यत्र संयोगः भवति तत्रैव विभागः भवति, विपरीतमपि किल. अतः अत्र सत्यम् अपि च तत्र संयोगस्य अधिकरणम् इत्युक्ते हस्तपुस्तकयोः संयोगः इति अस्ति चेत् तत्र संयोगस्य अधिकरणं किम्? हस्तः च पुस्तकम् इति. हस्तः च पुस्तकं, तर्हि तस्य तदेव इदानीं हस्तपुस्तकयोः विभागः भवति चेत् संयोगस्य अधिकरणं यदासीत् इत्युक्ते हस्तः अपि च पुस्तकं, तस्य अवधिकत्वमेव भवति खलु, इत्युक्ते हस्तावधिकविभागः पुस्तके, पुस्तकावधिकः विभागः हस्ते इति वयं पूर्वं दृष्टवन्तः. तर्हि तादृश अवधिकत्वमेव भवति विभागस्य, न अन्यत् इति. भिन्न भिन्न भिन्नविभाग अवधिकं न भवति इति. अग्रे महोदय. स्वनाश्य संयोगाश्रय अवधिगत्वमेव, तन्निखिल अवधिगत्वं नास्ति. वक्ष्यमाणविभागस्य न निखिलावधिगत्वं, किन्तु स्वनाश्य संयोगाश्रय अवधिगत्वमेव हि अनियमेन स्वीक्रियते. अत्र नियमेन स्वीक्रियते इत्युक्ते किं? नियमः कः? अपरं न स्वीक्रियते इति तात्पर्यं. विभागः कयोः भवति? विभागः तयोर्मध्ये भवति, यः एकः तदवधिगत्वं न स्वीक्रियते इति अत्र नियमः. यतोहि विभागः द्विनिष्ठः, तस्मात् कस्यचित् चिन्तनं स्यात् यत् घटभूतलयोः विभागः इति कथनेन अयं विभागः घटावधिकः अपि भूतलावधिकः अपि, किन्तु तथा नास्ति. प्रत्ययवशात् घटावधिकः विभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः, तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति, विपरीतत्वे नापि. स्वनाश्यसंयोगाश्रय अवधिगत्वमेव तत्र अस्ति, निखिलावधिगत्वं नास्ति इति अत्र विभागस्य विषये. अत्र वक्ष्यमाणविभागस्य इति वाक्ये अपि निखिलावधित्वं नास्ति, सो नास्य संयोगाश्रय अवधिगत्वमेव इति नियमेन स्वीक्रियते इति अस्ति. परन्तु अत्र प्रश्नः अस्ति नियमेन स्वीक्रियते इत्युक्ते किम् इति, नियमः कः इति. अत्र अपरं न स्वीक्रियते इति तात्पर्यम् इत्युक्ते निखिलावधिगत्वं न स्वीक्रियते इति भवति, अपरं न स्वीक्रियते इति. हा इत्युक्ते अपरम् इत्युक्ते तत्र अन्यत् किमपि न स्वीकृतम् इति, नियमेन स्वीक्रियते इत्युक्ते तत्र तत्र नियमः कः इत्युक्ते तत्र केवलं यत्र स्वनाश क्षम्यतां तत्र संयोगस्य अधिकरणं यदासीत् तस्य एव अवधिः स्वीक्रियते, अन्यथा किमपि नास्ति इति, अन्यत् किमपि नास्ति इति. अतः पुनः इदानीं विभागः कयोः भवति, विभागः तयोर्मध्ये एव भवति. अत्र एकः तदवधिगत्वं न स्वीक्रियते इति अत्र नियमः अस्ति, इत्युक्ते अत्र विभागः द्वयोर्मध्ये अपि अस्ति, अतः अवधिगत्वमपि तादृशमस्ति इत्युक्ते द्विनिष्ठः अस्ति इति. अत्र घटभूतलयोः विभागः इति कथनेन विभागः घटावधिकः अपि भूतलावधिकः अपि, किन्तु तथा नास्ति. प्रत्यवशात् घटावधिकः विभागः इति यदा भवति तदा च विभागः केवलं भूतले स्थितः. तद् वयं पूर्वं दृष्टवन्तः, घटावधिकः विभागः भूतले, भूतलावधिकः विभागः घटे इति वयं पूर्वं दृष्टवन्तः. परन्तु तत्र अवधिः केवलं विभागः केवलम् एकः एव इति. भगिनी इत्युक्ते विभागस्य अनेकावधिकत्वं नास्ति, एकावधिकत्वम् एव इति वा? हा तद्वयं पूर्वं दृष्टवन्तः खलु, विभागस्य यत्र तस्य अधिकरणमस्ति तत्र एव तस्य अवधिकत्वं भवति इति. केवलं द्विनिष्ठः किन्तु विभागस्य अवधिकत्वम् एकमेव इत्युक्ते तत्र, हा इत्युक्ते तत्र व्यापारेण एव वयं तत्र अवधिः कः इति वक्तुं शक्नुमः इति सत्यम्. अस्तु अस्तु तर्हि अद्र अद्य क्षम्यताम् अद्य अत्र स्थगयामः. शुभरात्रिः महोदय. शुकोन महोदय, भवान् तिष्ठति चेत् किञ्चित् अस्माकं चर्चा भवितुम् अर्हति. हा अस्तु भगिनि, अस्तु शुभरात्रिः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.